ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति पाणिनीयसूत्रं कथं पठनीयम्। एतावता पर्यन्तं तत्र किम् अधीतं तस्य विषये एकवारं पुनः परिशीलनं कृत्वा अग्रे सरेम। वयं दृष्टवन्तः तत्र सूत्रेषु सूत्रे पाणिनिना विभक्ति आधारेण तत्र ते सर्वे सूत्राः निर्मितानि सूत्राणि निर्मितानि। तत्र प्रत्येकस्य विभक्तिपदस्य किञ्चित् भिन्न अर्थः अस्ति, इत्युक्ते लोकस्य अपेक्षा तत्र विभक्तियान्तं पदस्य विशिष्ट अर्थः अस्ति। तत् अर्थं किम् इति अस्मिन् करपत्रे तत्र लिखितमस्ति। वयं दृष्टवन्तः सूत्रे षष्ठीविभक्तियान्तं पदः अस्ति चेत् सः स्थानी भवति, इत्युक्ते षष्ठीविभक्ति कोऽपि वर्णः अथवा कोऽपि प्रत्याहारस्य तत्र षष्ठीविभक्ति अस्ति सूत्रेषु, सः स्थानी भवति, इत्युक्ते तस्य स्थाने कार्यं भवति। तत्र सूत्रेषु प्रथमविभक्तियान्तं पदः अस्ति चेत् सः किं निर्देशं करोति, सः पदम् इत्युक्ते सः तस्मिन् सूत्रे तत् पदं किं निर्देशं करोति, आदेशः आगमः अपि च नामकरणम्। आदेशः तत्र वयं दृष्टवन्तः तत्र व्याकरणलोके त्रीणि कार्याणि भवन्ति। मम स्क्रीन् दृश्यते वा? आम्, एकं कार्यमस्ति आदेशरूपी कार्यः, द्वितीयमस्ति आगमः, अपि च एकमस्ति नामकरणम्। यदा वयम् आदेशः इति कार्यं वदामः चेत् सः अस्ति कस्यचित् पूर्वस्थितस्य वर्णस्य स्थाने एकं नूतनवर्णः तस्य स्थाने आयाति, इत्युक्ते पूर्वस्थितं वर्णम् अपगच्छति तस्य स्थाने एकं नूतनवर्णः आयाति। सो सूत्रे कः आदेशः, इत्युक्ते किं तत्र नूतनवर्णः तस्य आदेशः तस्मिन् सूत्रे भवति, तत्र प्रथमविभक्तियान्तं पदः यः सूत्रे दत्तमस्ति सः किं निर्देशं करोति, आदेशः वा आगमः वा नामकरणं वा। सो यत्र यत्र मया किम् उक्तं पूर्वस्मिन् वर्गे, यत्र यत्र स्थानी भवति, इत्युक्ते यत्र यत्र षष्ठ्यान्तं पदः सूत्रे वर्तते तत्र प्रायशः सः आदेशकार्यम् एव तत्र अस्ति, इत्युक्ते स्थानी इत्युक्ते कस्यचित् वर्णस्य स्थाने नूतनवर्णस्य तत्र तत्र आगमनं भवति। सो तादृशः कार्यम् आदेशरूपी कार्यम् इति वदामः। सो यत्र यत्र सूत्रे प्रायशः एकं हिण्ट् अस्ति, यत्र यत्र स्थानी दत्तमस्ति तत्र प्रायशः आदेशरूपी कार्यम् एव तेन सूत्रेण भवति। सो आदेशः एकं कार्यम् अस्ति, आगमः अन्यत् कार्यम्, इत्युक्ते तत्र पूर्वस्थितः वर्णः तत्र तिष्ठति परन्तु तत्र कुत्रचित् तस्य पूर्वे एकं नूतनवर्णस्य आगमः भवति अथवा तस्य परे कोऽपि एकं नूतनवर्णस्य आगमः भवति। सो तत्र कोऽपि पूर्वस्थितं वर्णं न अपगच्छति, तत्र एकम् एडिशनल् वर्णः तत्र आयाति। सो वयं किं वदामः, सः कार्यम् आगमरूपी कार्यः, सो तत्र आगमः भवति, इत्युक्ते एकं नूतनवर्णः तस्य तत्र उदयः भवति। सो तस्य निर्देशम् अपि सूत्रे प्रथमविभक्तियान्तं पदस्य आधारेण, प्रथमविभक्तियान्तं यः पदः तस्मिन् सूत्रे दत्तं सः एव तत्र निर्देशं करोति आदेश। यदि तत्र आदेशरूपी कार्यं नास्ति, प्रथमविभक्त्यान्तं पदः आदेशरूपी कार्यं न निर्देशं करोति, तत्र तु आगमरूपी कार्यः। सो प्रथमविभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः तत् पदं किं निर्देशं करोति, आदेशः वा आगमः वा नामकरणं वा, इत्युक्ते एतेषु त्रिषु एकम् एव कार्यम् एकस्मिन् सूत्रे भवति। तृतीयकार्यमस्ति नामकरणम्। नामकरणं कोऽपि कार्यं नास्ति, परन्तु तेन किं भवति, कस्यचित् पारिभाषिकशब्दस्य तत्र संज्ञा दत्तं तेन, प्रथमविभक्त्यान्तं पदः। सो यदि प्रथमविभक्त्यान्तं पदः आदेशं न निर्देशं करोति, आगमः अपि न अस्ति, तत्र तु प्रथमविभक्त्यान्तं पदः नामकरणम् एव सूचयति। इदानीं प्रश्नः आयाति, लोपकार्यं कुत्र भवति? किमर्थं चेत् तत्र कार्याणि त्रिविधम् अस्ति, आदेशः, आगमः, लोपकार्यं। लोपम् इत्युक्ते वदामः चेत् अदर्शनं, कः कस्यचित् पूर्वस्थितस्य वर्णस्य तत्र लोपः भवति। सो लोपकार्यमपि आदेशकार्यस्य अन्तर्भूतः एव आयाति। किमर्थं चेत् तदपि शत्रुवत् कार्यम्। सो आदेशरूपी कार्यः शत्रुवत् अस्ति, इत्युक्ते कोऽपि पूर्वस्थितः वर्णः, सः वर्णः अपगच्छति, एकं नूतनवर्णः तत्र आयाति। आगमरूपी कार्यः मित्रवत् भवति, इत्युक्ते एकं नूतन तत्र एकं नूतनवर्णस्य तत्र आगमः भवति। लोपकार्यमपि आदेशकार्यस्य अन्तर्भूतः एव आयाति। सो यत्र यत्र लोपकार्यं निर्दिष्टम् अस्ति, तत्रापि सः केन विभक्तिपदान् प्रथमाविभक्तिपदान् पदस्य अन्तर्भूतः एव आयाति। इदानीं प्रश्नः आयाति, तत्र आदेशरूपी यः कार्यः अस्ति, लोपः तु कस्यचित् पूर्वस्थितः वर्णः, सः तस्य अदर्शनं भवति, सः अपगच्छति। आदेशरूपी कार्यस्य कृते तत्र स्थानी आवश्यकम्, इत्युक्ते कः वर्णः अपगच्छति, तस्य वर्णस्य स्थाने एव नूतनवर्णस्य उदयः भवति। सो तत्रापि तत्रापि तत् नित्यम् अस्ति, कस्य स्थाने तत् कार्यं करणीयम्। आगमविषये तत्र किम् अस्ति, आगमः व्याकरणशास्त्रे त्रिविधम् अस्ति, इत्युक्ते ऐदर् द आगमः विल् बि टित् आर् कित् आर् मित्, एते त्रयः आगमः एव व्याकरणशास्त्रे भवन्ति। किमर्थम् एतः दृशः तत्र पाणिनिना निर्दिष्टम्? अनेन किं भवति, टित् कित् मित् अस्ति चेत् तेन किं भवति, तेन स्थानम्, इत्युक्ते यः नूतनवर्णः तत्र तस्मिन् सूत्रे यः कार्यं निर्दिष्टम् अस्ति, सः कुत्र करणीयम् इति निर्देशं करोति। सो तत्र एकं सूत्रम् अस्ति, आद्यन्तो टकितो, परिभाषासूत्रम् अस्ति। तेन सूत्रेण किं भवति, सूत्रं वदति यः टित् आगमः सः आद्य अन्तो टकितो, यः टित् अस्ति सः आदौ आयाति। सो यत्र यस्य यस्य सपोज् धातु आगमः अस्ति, आर् प्रत्ययः आगमः अस्ति, यदि सः आगमः टित् अस्ति, सः धातु आदौ आयाति, यदि सः आगमः प्रत्ययस्य आगमः प्रत्ययस्य आदौ आयाति। सो टित् आगमः सर्वदा व्याकरणशास्त्रे शब्दस्य आदौ एव करणीयम् इति सूत्रं वदति। सो आद्य अन्तौ टकितो, यः कित् अस्ति, टित् आदौ आयाति, यः कित् आगमः, आगमः विल् बि ऐदर् टित् आर् कित् आर् मित्, एनी वन् आफ् थ्री। यदि आगमः कित् अस्ति, सः आद्य अन्तौ, सः अन्ते आयाति। सो धातु आगमः यदि कित् अस्ति, सः धातो अन्ते, यः अन्तिम अलः तस्य परे एव करणीयम्। यदि प्रत्ययस्य कोऽपि आगमः कित् अस्ति, सः प्रत्ययस्य अन्ते एव करणीयं, कारणं किं, कित् आगमः। सो तस्य कृते अपि तत्र सूत्रम् अस्ति, आद्यन्तौ टकितो, यः कित् आगमः सः आदौ आयाति, यः कित् आगमः सः अन्ते आयाति। तेन किं भवति, यः नूतनवर्णस्य उदयः सः कुत्र करणीयम् इति आगमे एव तत्र निर्दिष्टम्, कुत्र सः आगमः करणीयं, स्थानं किम् इति आगमः एव वदति कुत्र करणीयम्। इदानीं मित् आगमः, यः मित् अस्ति यथा नुम्, यः मित् आगमः सः, तस्य कृते एकं द्वितीयः सूत्रमस्ति, मिदचो अन्त्यात् परः। सो यः मित् अस्ति, यः आगमः मित् अस्ति, अन्यथा यः यत्र यत् किमपि सपोज् प्रत्ययः कोऽपि मित् अस्ति सो तस्य कृते तत्र व्याकरणशास्त्रे सूत्रं दत्तं मिदचो अन्त्यात् परः यस्य कृते तत् आगम निर्दिष्टम् अस्ति तस्मिन् यः अन्तिम अच् अस्ति तस्य परे एव मित् आगमः करणीयः वयं दृष्टवन्तः तत्र श्नम् इति सप्तम कणे श्नम् इति विकरणप्रत्ययः अस्ति श्नम् इति विकरणप्रत्ययः मित् अस्ति इत्युक्ते अन्ते मकारः अस्ति तत्र यः न इति भागः विकरणप्रत्ययस्य भागः यः न अस्ति सः मित् कारणेन धातौ यः अन्तिमस्वरः तस्य परे एव न इति तत्र भागम् आयाति सो वयं किं दृष्टवन्तः तत्र धातुगणाः विषये बध्नाति इति भवति सोरि तत्र द्वितीयः अस्ति बध्नाति तु न अस्ति सः क्रयादिगणस्य धातुः अस्ति सो यत्र यत्र आगमः मित् अस्ति सः अन्तिम यस्य आगमः धातु आगमः अथवा प्रत्ययस्य आगमः तस्मिन् यः अन्तिम अच् अस्ति अन्तिमस्वरः अस्ति तस्य परे एव मित् आगमः करणीयम् सो आगमः त्रिविधं व्याकरणशास्त्रे टित् कित् वा मित् तेन किं भवति आगमः कुत्र करणीयम् इति तत्र स्पष्टता भवति सो टित् आगमः आदौ करणीयं मित् आगमः कित् आगमः अन्ते करणीयं मित् आगमः इति कुत्र करणीयम् अन्तिम अच् परे एव करणीयम् इति तत्र निर्दिष्टम् सो सूत्रे प्रथमा विभक्त्यान्तं पदः अस्ति चेत् सः पदं किं निर्देशं करोति आदेशः वा आगम वा नामकरणम् आदेशः नास्ति आगम तत्र पश्यामः आगमः अपि नास्ति प्रथमाविभक्त्यान्तं पदः तत्र तु नामकरणम् एव प्रथमाविभक्त्यान्तं पदः सूचयति नामकरणम् इत्युक्ते संज्ञा कस्यचित् पारिभाषिकशब्दस्य सः नामकरणं करोति अनन्तरं वयं दृष्टवन्तः सप्तमी विभक्त्यान्तं पञ्चमी विभक्त्यान्तम् अपि च तृतीया विभक्त्यान्तं सूत्रे एते सप्तमी विभक्त्यान्तं पदः अस्ति चेत् सः निमित्तं भवति कस्य कृते कार्यस्य कृते सः हेतुः अस्ति तेन कारणेन तत्र कार्यं भवति आदेशः अथवा आगमः अथवा लोपकार्यम् सो निमित्तम् अस्ति सप्तमी विभक्त्यान्तं पदः निमित्तम् अस्ति ते सः किं निर्देशं करोति कार्यं निमित्तस्य पूर्वे करणीयं साक्षात् पूर्वे करणीयम् इत्युक्ते यः निमित्तपदम् अस्ति यः निमित्तवर्णः अस्ति तस्य साक्षात् पूर्वे कार्यं भवति सो वयं किं वदामः सप्तमी विभक्त्यान्तं पदः कः निर्देशं करोति पूर्वकार्यं परनिमित्तम् इत्युक्ते कार्यस्य परे निमित्तम् अस्ति निमित्तस्य पूर्वे कार्यं भवति तथैव पञ्चमी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः अपि निमित्तं भवति सप्तमी पञ्चमी तृतीया विभक्त्यान्तं पदः कार्यस्य कृते निमित्तं भवति तेन कारणेन तत्र यत् किमपि कार्यं तत्र दत्तमस्ति सूत्रे सः कार्यं तेन कारणेन भवति इत्युक्ते हेतुः अस्ति सो पञ्चमी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः किं निर्देशं करोति परकार्यम् इत्युक्ते निमित्तस्य परे निमित्तस्य साक्षात् अनन्तरं तत्र कार्यं भवति यत् किमपि कार्यं तस्मिन् सूत्रे दत्तं सो निमित्तस्य परे कार्यं भवति अतः वयं किं वदामः पूर्वनिमित्तम् निमित्तं पूर्वे अस्ति कार्यं निमित्तस्य परे सर्वदा भवति इत्युक्ते तत्र निमित्तं परे अस्ति यत्र स्थानि तस्य पूर्वे अस्ति तत्र तु किं भवति सप्तमी विभक्त्यान्तं पदस्य द्वारा एव तत्र निर्देशम् अस्ति तृतीया विभक्त्यान्तं पदः सूत्रे अस्ति चेत् तत्र किं लिखितमस्ति संयोजनम् इत्युक्ते यः निमित्तम् अस्ति येन कारणेन तस्मिन् सूत्रे कार्यं भवति हेतु अस्ति तस्य पूर्वे अपि कार्यं भवितुमर्हति तस्य परे अपि कार्यं भवितुमर्हति इत्युक्ते कार्यं पूर्वम् अपि परमपि अर्हति, कस्य निमित्तस्य पूर्वे अपि भवितुम् अर्हति, निमित्तस्य परे अपि भवितुम् अर्हति। इत्युक्ते यदि स्थानी निमित्तस्य पूर्वे अस्ति तत्रापि कार्यं करणीयम्, यदि स्थानी निमित्तस्य परे अस्ति तत्रापि कार्यं करणीयम्। सो तृतीया विभक्ति तत्र किमस्ति, संयोजनं वदामः, कार्यं पूर्वमपि भवितुम् अर्हति, कार्यं परमपि भवितुम् अर्हति। यदा वयं कार्यं पूर्वमपि भवितुम् अर्हति वदामः चेत् तत्र किं मनसि किम् आयाति, निमित्तस्य पूर्वं निमित्तस्य परे, तदेव अत्र विभक्त्यान्तं पदस्य अर्थः। इदानीं तत्र व्याख्या तत्र दत्तमस्ति, उदाहरणसहितं तत्र अस्मिन् करपत्रे दत्तमस्ति। गतसप्ताहे वयं किं बिन्दुपर्यन्तं तत्र अधीतं, पालनी सूत्रं षष्ठी विभक्ति, अहं चिन्तयामि ए बिन्दुतः तत्र आरम्भं करोमि। तत्र षष्ठी विभक्त्यान्तं पदस्य कृते यः उदाहरणमस्ति सः अस्ति इको यनचि। सो वयं दृष्टवन्तः तत्र इकः इति यः षष्ठ्यान्तं पदः अस्ति, यन् इति प्रथमान्तं पदः अस्ति, अचि इति सप्तम्यान्तं पदः अस्ति। इत्युक्ते इकः षष्ठी अस्ति अतः स्थानि भवति, यन् प्रथमान्तम् अस्ति अतः आदेशः आगमः अथवा नामकरणम्। परन्तु वयं किं तत्र दृष्टवन्तः, यत्र यत्र स्थानीपदमस्ति इत्युक्ते षष्ठी अन्तं पदः अस्ति तत्र प्रायशः आदेशरूपी कार्यम् एव भवति तस्मिन् सूत्रे। सो इकः अत्र षष्ठी अन्तं पदः अस्ति अतः अत्र स्थानी दत्तं, कस्य स्थाने कार्यं करणीयम्। सो यत्र यत्र स्थाने दत्तं तत्र प्रायशः आदेशरूपी कार्यम् एव तत्र भवति। सो अत्र कः आदेशः, इकः, स्थाने किम् आदेशः, यन् आदेशः, कदा तत् यन् आदेशः करणीयम्, अचि, अचि सप्तमी अन्तं पदः अस्ति। सो इकः परे अचि अस्ति चेदेव यन् आदेशः करणीयम्, इकः परे अचि नास्ति चेत् तत्र यन् आदेशः न भवति। सो वयं दृष्टवन्तः यदि प्लस् अपि इति पदद्वयम् अस्ति तत्र यदि इति यः पदम् अस्ति तस्य अन्ते इकारः वर्तते। सो इकारः इक् प्रत्याहारस्य वर्णः, तस्य साक्षात् अनन्तरम् अच् अस्ति इत्युक्ते अकारः अस्ति। सो एतादृशः कार्यं कदा भवति, संहिताविषय अस्ति चेदेव कार्यं भवति। इत्युक्ते स्थाने अपि च निमित्तस्य मध्ये तत्र संहिता अस्ति चेदेव यन् आदेशः करणीयम्। इदानीं संहितायाम् इति यः पदः अस्ति सः किं निर्देशं करोति, तत्र संहिता इति एकं पारिभाषिकशब्दः, परः सनिकर्ष संहिता इति सूत्रं वदति। यत् किमपि पारिभाषिकशब्दः व्याकरणशास्त्रे तत्र पाणिनिना दत्तं तस्य कृते तत्र सूत्रमपि, तेन सूत्रेण किं भवति, संहिता इत्युक्ते किं, पारिभाषिकशब्दस्य कः अर्थः अस्मिन् ग्रन्थे व्याकरणशास्त्रे व्याकरणग्रन्थे। सो तत्र नामकरणं दत्तं संहिता इत्युक्ते किं, परः सनिकर्ष संहिता इति सूत्रं वदति। द्वयोः वर्णयोः मध्ये अत्यन्तसान्निध्यम् अस्ति चेत्, अत्यन्तसमीपता अस्ति चेदेव तत्र किं वदामः, संहिता इति वदामः, तयोः मध्ये संहिता अस्ति। सो अत्रापि ई अपि च अकारस्य मध्ये किमपि नास्ति, सो अत्यन्तसमीपता अस्ति अतः अत्र संहिता विषये अस्ति। प्रायशः सन्धिकार्याणि, ये सन्धिकार्याणि तत्र व्याकरणशास्त्रे भवन्ति ते संहिताविषयः अस्ति चेदेव करणीयम्। सो अत्रापि इकः स्थाने यः यन् आदेशः अचि परे करणीयं, सः कदा करणीयं, तत्र यदि वर्णयोः मध्ये संहिता अस्ति चेदेव करणीयम्। सो अत्र विषयसप्तमी अस्ति संहितायाम्। सो इक् स्थाने यः यन् आदेशः, अत्र इकः षष्ठ्यान्तं पदः अस्ति, सो षष्ठ्यान्तं पदः स्थानी सूचयति, कस्य स्थाने कार्यं करणीयम्। अत्र तु आदेशकार्यं, कः आदेशः? यन् इति आदेशः। सो अत्र आम् अत्र दृश्यतु इको यनचि इति इकः षष्ठ्यन्तं, यन् प्रथमान्तम्, अचि सप्तम्यान्तं। सो संहिताविषये अस्ति चेदेव तत्र करणीयम्। एतादृशः तत्र उदाहरणानि सन्ति। इदानीं तत्र प्रश्नः आयाति इक् प्रत्याहारे इ उ रु अपि च लु एते चत्वारि वर्णाः इक् प्रत्याहारे आयान्ति। यन् प्रत्याहारे य आरभ्य न पर्यन्तं य व र अपि च लकारः एते चत्वारि वर्णाः यन् प्रत्याहारे। सो यदा तत्र सूत्रे दत्तम् इक् स्थाने यन् इति आदेशः करणीयं, तत्र प्रश्नः आयाति कथं जानीमः इकारस्य स्थाने केवलं यकारः एव आदेशः, न तु वकारः अपि च रकारः अपि च लकारः। सो अत्र भ्रमः जायते, किमर्थं चेत् अत्र किमपि अन्यत् न दत्तमस्ति सूत्रे। सूत्रे केवलं दत्तमस्ति इक् प्रत्याहारे ये ये वर्णाः, यदि तेषाम् अनन्तरं कोऽपि अच्वर्णः असवर्ण अच्वर्णः आयाति चेत् तत्र किं करणीयं? यन् इति आदेशः करणीयं। परन्तु कस्य वर्णस्य स्थाने कः आदेशः इति न दत्तम्। सो यत्र यत्र सूत्रे भ्रमः जायते तत्र किं भवति, तत्र एकं परिभाषासूत्रम् आगत्य सहायता करोति। सो अत्र कः परिभाषा, अत्र कस्य परिभाषासूत्रस्य आवश्यकता? स्थाने अन्तरतमः, स्थाने अन्तरतमः एकं परिभाषासूत्रम् अत्र अस्मिन् करपत्रे तत्र दत्तमस्ति। संज्ञासूत्रं किं, नियमसूत्रं किं, परिभाषासूत्रं किम्, अधिकारसूत्रं किं, यथा अत्र इको यनचि इति सूत्रे संहितायाम् इति सूत्रस्य अधिकारः वर्तते। सो अधिकारसूत्रं किं करोति, परिभाषासूत्रं किं करोति, संज्ञासूत्रं किं करोति इति अत्र अस्मिन् करपत्रे एव अत्र अनन्तरं दत्तमस्ति। परन्तु इदानीं प्रश्नः अस्ति कथं जानीमः ई अपि च दीर्घ इकारस्य स्थाने तत्र य इति यकारः एव करणीयम्, आदेशः करणीयं भवन्ति भवति। सो तत्र स्थाने अन्तरतमः इति परिभाषासूत्रम् आगत्य वदति, सूत्रे एकस्मिन् एव प्रसङ्गे यदि एकाधिक आदेशः इत्युक्ते ई इकारस्य स्थाने तत्र य अपि आगन्तुं शक्यते, व अपि आगन्तुं शक्यते, र अपि एण्ड् लकारः अपि तत्र निर्दिष्टमस्ति, इक् स्थाने यन् करणीयम्। सो यन् इति चत्वारि वर्णः अस्ति, सो एक अधिक आदेशः अत्र निर्दिष्टं सूत्रे। तेभ्यः सदृष्टम् आदेशः एव तमः आदेशः एव विधीयते। इत्युक्ते यकार वकार लकार रकारः अपि च लकारस्य सादृशः वर्णः, इकारस्य यः सदृष्टं वर्णः अस्ति सः एव आदेशरूपेण आगन्तुं शक्यते। सो स्थाने अन्तरतमः इति सूत्रं वदति यस्य स्थाने आदेशः, इत्युक्ते अत्र यदि इति पदे तत्र इकारः अस्ति, इकारस्य स्थाने आदेशः, यस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते। इदानीं तुल्यतमवर्णः कः इत्युक्ते तस्य तुल्यतम इकारस्य तुल्यतमवर्णः कः, तुल्यतमवर्णः वदामः चेत् यस्य उच्चारणस्थानम् अथवा तत्र आभ्यन्तरप्रयत्नं समानम् अस्ति सः एव वर्णः आदे स्थाने स्थाने आगन्तुं शक्यते। सो य व र ल मध्ये केवलं यकारः एव तालुवर्णः, इत्युक्ते ईचु यशानां तालु, तत्र एकं सूत्रं नास्ति, एकं तत्र लघुसिद्धान्तकौमुदी तत्र उच्चारण स्थानविषये तत्र दत्तम् अस्ति, ईचु यशानां तालु इत्युक्ते इ चु अपि चु इत्युक्ते च छ ज जन्य यकारः अपि च तालव्यशकारः, यः तालुशकारः, ते वर्णाः तेषाम् उच्चारणस्थानं किं? तालु। सो अत्र कोऽपि अन्यतालुवर्णः नास्ति, केवलं यकारः एव तालुवर्णः। अतः सर्वदा किं भवति, ई स्थाने सर्वदा यकारः एव तस्य स्थानं ग्रहणं करोति, तत्र इकारस्य स्थाने सर्वदा किं भवति, यकारः एव आदेशः भवति. सूत्रं किं, स्थाने अन्तर्तमः. सो स्थाने अन्तर्तमः इति सूत्रं वदति यस्य स्थाने आदेशः, यस्य स्थाने कार्यं करणीयं तस्य तुल्यतमवर्णः एव तत्र आगन्तुं शक्यते. सो यन् मध्ये तु यकारः एव तालुवर्णः, अतः इ ई स्थाने सर्वदा यकारः एव आयाति. तथैव उ यः अस्ति ओष्ठवर्णः, सो ओष्ठवर्णस्य स्थाने एषु चतुर्षु एकम् एव वर्णः वकारः, यः दन्त्योष्ठवर्णः, सो सः एव तस्य स्थाने आगन्तुं शक्यते. सो उ स्थाने सर्वदा वकारः एव आयाति. तथैव रु स्थाने, रु इति स्वरस्य स्थाने तत्र सर्वदा रकारः एव आयाति. किमर्थं चेत् स्थाने अन्तर्तमः इति सूत्रं वदति तुल्यतमवर्णः एव स्थानी तस्य स्थाने आदेशरूपेण आगन्तुं शक्यते. तथैव लुवर्णः यः अस्ति दन्त्यवर्णः, सो लकारः एव तत्र आगन्तुं शक्यते इति तत्र इको यनचि इति सूत्रे एकम् एव परिभाषा सूत्रस्य आवश्यकता. सः परिभाषासूत्रं किं, स्थाने अन्तर्तमः. सो यत्र यत्र सूत्रे भ्रमः जायते तत्र तत्र किं भवति, एकं परिभाषासूत्रम् आगत्य तत्र सहायता करोति. कस्य वर्णस्य स्थाने कः वर्णः आदेशरूपे तत्र करणीयम् इति परिभाषासूत्रम् आगत्य सहायता करोति. अपि च तत्र एकम् अधिकारसूत्रम् अपि वर्तते. यत्र यत्र विधिसूत्रं, विधिसूत्रं वदामः चेत् येन कार्यं विधीयते, अत्र यन् इति कार्यं विधीयते, इको यनचि अपि विधिसूत्रं, कार्यस्य कृते अत्र निर्देशम् अस्ति. सो यत्र यत्र विधिसूत्रे विधिसूत्रम् अस्ति तत्र तत्र एकम् अधिकारसूत्रस्य अपि आवश्यकता. इत्युक्ते कदा इति, कस्य अधिकारे एतत् कार्यं करणीयं, संहितायाम् इति अधिकारे इक् स्थाने यन् आदेशः करणीयं यदा तस्य परे कोऽपि अच् वर्णः अस्ति. सो अचि इति सप्तमी अन्तं पदः अस्ति. सो यः निमित्तम् अस्ति तस्य साक्षात् पूर्वम् एव कार्यं करणीयम्. सो इकारः अच् वर्णस्य साक्षात् पूर्वे अस्ति, अतः ई अपगच्छति तस्य स्थाने यकारः एव यन् प्रत्याहारस्य वर्णः एव तत्र आयाति, यकारः एव आयाति. सो यद्यपि इति पदं निष्पद्यते तत्र. सो यः सप्तमीयान्तं, तृतीयान्तम् अपि च पञ्चमीयान्तं पदः अस्ति सः निमित्तं भवति. तस्य साक्षात् तत्र यदा सप्तमी अस्ति पूर्वे कार्यं, पञ्चमी अस्ति तस्य साक्षात् परं कार्यं करणीयं, तृतीया विभक्त्यान्तं पदः अस्ति चेत् कार्यं पूर्वमपि भवितुम् अर्हति, कार्यं परमपि भवितुम् अर्हति इति तत्र विभक्त्यान्तं पदस्य अर्थः. अस्तु, इदानीं बि बिन्दुतः तत्र पठामः. कः पठितुम् इच्छति, कोऽपि सन्देहः अस्ति चेत् कृपया पृच्छतु, अन्यथा पाठस्य प्रति गच्छामः. महोदय हरि ओम्. महोदय सन्देहः तु नास्ति, सप्तमी विभक्ति पूर्वं कार्यं भवति. अस्तु, निमित्तमस्ति तु सूत्रे सप्तमी विभक्ति पूर्वं प्रथम आगच्छति किम्, किं पूर्वं कार्यं प्रथमा भवति, सप्तमी विभक्ति पूर्वं प्रथमा वा आगच्छति वा? I didn't understand your question, Mahode. Mahode, Nimitam asti Saptami Vibhakti, Panchami Vibhakti, Tirtiya Vibhakti. Saptami Vibhakti, Saptami Vibhakti asti chet, Purvam Karyam bhavati, Purvam Karyam atta Prathama Vibhakti. तो सप्तमी विभक्ति सूत्रे अस्ति सप्तमी विभक्ति तत् पूर्वम् अत्र प्रथमा विभक्ति भवति सूत्रे. सूत्रस्य सिद्ध पदस्य आयोजनं सूत्रे कथं भवति तत्तु आवश्यकं नास्ति न महोदय, संस्कृतभाषायां पदं जानीमः, संस्कृतभाषायां तत्र अन्वयः भवति इत्युक्ते तत्र वी केन् रैट् इन् एनी आर्डर् न संस्कृतभाषायां, सो तत्र अत्र तु भवती अभवत् अवदत् ये पूर्वं कार्य भवति निमित्तं सप्तमी विभक्ति अस्ति, पूर्वं कार्यं भवति पूर्वं कार्यं भवति साक्षात् मीन्स् मध्ये सप्तमी विभक्ति पूर्वं प्रथमा भवति सर्वदा, हा यः प्रथमा विभक्ति यस्य स्थाने आदेशः सः तु प्रथमा विभक्ति एव अस्ति न महोदय, प्रथमविभक्त्यान्तं पदः तस्य यः वर्णः तस्य परे सप्तमीविभक्त्यान्तं पदस्य यः वर्णः निर्दिष्टम् अस्ति तेषां मध्ये संहिता अस्ति चेदेव कार्यं, सो संहिता कदा अस्ति यदा ते साक्षात् द्वयोः मध्ये किमपि नास्ति तदा एव कार्यं भवति न, संहितायां तु एडिशनल् अस्ति मत् संहितायाम् अपि मत् कि तत्र निमित्तम् अस्ति संहितायाम् इति तत्र विषयः अस्ति कस्य विषये कार्यं करणीयं, संहिता इति विषये कार्यं करणीयम् अस्तु, अनिवार्यं नास्ति किं सप्तमी विभक्ति पूर्वं प्रथमा भवति पञ्चमी विभक्ति पूर्वं परे प्रथमा भवति तृतीयविभक्ति पूर्वं परे I don't understand your question Mohode. What you do, you type your question in English in the chat box because I am not able to understand what you are asking. Pare pichami. Astu Mohode. Dhanyawad. Kah pathitum ichhati B bindu tah सरलम् अस्ति यत् किमपि वयं तत्र पठितं तदपि अत्र उदाहरणरूपेण तत्र दत्तमस्ति, अहं पठामि वा? आम् पठतु अविनाश महोदय, कृपया पठतु अत्र बी बिन्दुतः. प्रथमा विभक्तिः आदेशः आगमः नामकरणं सूत्रे यस्य वर्णस्य प्रथमा विभक्तिः भवति सः आयाति, षष्टिविभक्त्यन्तस्य वर्णस्य स्थाने तत्र प्रथमाविभक्त्यन्तस्य वर्णस्य नाम आदेशः, सूत्रे तादृशः षष्टिविभक्त्यन्तवर्णो नास्ति चेत् तर्हि सः प्रथमाविभक्त्यन्त्यवर्णः आयाति किन्तु अपरस्य वर्णस्य स्थाने इति न, अतः तस्य नाम आगमः, अन्यत्र प्रथमाविभक्ति नामकरणस्य सूचिका. अत्र किं भवति यदि सूत्रे प्रथमाविभक्तिपदम् अस्ति तस्य त्रीणि कार्याणि भवति, एक प्रथमकार्यमस्ति आदेशः वा आगमः वा नामकरणं, यदा आदेशः अस्ति आदेश कुत्र भवति तत् यदा स्थाने षष्टिविभक्तिपदम् अस्ति तस्य स्थाने आदेशः भवति, अनन्तरं कुत्रचित् आगम अपि भवति, यदा आदेशः नास्ति तत्र सूत्रे यदा षष्टिविभक्ति अन्त्यं वर्णं नास्ति चेत् तत्र प्रथमाविभक्तिवर्ण आयाति तत्र आगमः भवति, सत्यम्. अनन्तरं यदा अन्यत्र प्रथमाविभक्ति आगच्छति तत्र नामकरण इति सूचयति, आम् सत्यं महोदय, तत् तदेव अस्ति अस्तु अत्र. सो मया किम् उक्ता यत्र यत्र षष्ठीविभक्त्यान्तं पदः तत्र सम्बन्धः न निर्देशं करोति तत्र षष्ठीविभक्त्यान्तं पदः स्थानी भवति, सो यत्र यत्र स्थानी दत्तं तत्र तत्र तु आदेशरूपी कार्यम् एव भवति, यत्र स्थानी न दत्तम् इत्युक्ते यत्र षष्ठीविभक्त्यान्तं पदः सूत्रे नास्ति केवलं प्रथमविभक्त्यान्तं पदः अस्ति, सः किं निर्देशं करोति? तत्र यदि तत्र कोऽपि वर्णस्य आगमः, तत्र यदि कोऽपि नूतनवर्णस्य तत्र आगमः भवति, सः तु स्थानी तत्र षष्ठी कस्यचित् स्थाने न आयाति. अतः वयं किं वदामः, तादृशकार्यम् आगमरूपी कार्यं. सो तत्र सः आगमः कित्वा टित्वा मित्वा इति पश्यामः, तेन किं भवति, कुत्र सः आगमः करणीयं, सः तत्र स्पष्टता आयाति, तत्र स्पष्ट भवति, तत्र स्पष्टा भवति. सो यत्र यत्र आदेशरूपीकार्यः नास्ति, आगमरूपीकार्यः अपि नास्ति, तत्र तु प्रथमाविभक्त्यान्तं पदः केवलं नामकरणस्य इति सूचिका भवति. सो तत्र यत्र आदेशः नः, आगमः अपि नास्ति, तत्र प्रथमाविभक्त्यान्तं पदस्य कः अर्थः? नामकरणं. तेन संज्ञा भवति, तेन कस्यचित् पदस्य अपि च कस्यचित् वर्णस्य तत्र नामकरणं भवति प्रथमाविभक्त्यान्तं पदस्य द्वारा इति अत्र लिखितम् अस्ति. सो ऐदर् द कार्य विल् बि आदेशरूपी कार्यः और् आगमरूपी कार्यः. यदि आदेशः नास्ति, आगमः अपि नास्ति, तत्र तु नामकरणं, केवलं नामकरणं सः प्रथमाविभक्त्यान्तं पदः करोति, निर्देशं करोति. उदाहरणम् अपि पठतु महोदय. आदेशः इको यणचि षड् एक षड् सप्तति इकः अत्र यण एकनिमिष अत्र कथं पठनीयं, सूत्रसङ्ख्या कथं पठनीयं, प्रथम यः भागः अस्ति सः अध्यायस्य षष्ठम् अध्याये प्रथमपादे षड्सप्ततितमसूत्रम् षड्सप्ततितमसूत्रं प्रथम अध्यायस्य सूचिका, द्वितीयः पादस्य सूचिका, तृतीयः तस्मिन् पादे सूत्रसङ्ख्या का इति तत्र निर्देशम् अस्ति. षष्ठम् अध्याये प्रथमपादे षड्सप्ततितमसूत्रम् इकः स्थाने यण आदेशः भवति. इकः षष्ट्यन्तम्, यणः प्रथमान्तम्, इक यण अचि संहितायाम् आगमः. अत्र अत्र किञ्चित् वदतु. इत्र किमस्ति, इकः अत्र षष्ट्यन्तं पदमस्ति, तत्र तस्य पदे तत् पदं स्थाने भवति, स्थानी भवति. अनन्तरम् अत्र यणज अस्ति, तत्र प्रथमान्तम् अस्ति, तत्र आदेशः भवति. किमर्थम् आदेशः, किमर्थम् आदेशः? तत्र स्थानी अस्ति न? आमां सत्यं, तेन सूचितं यत्र यणज आगच्छति स आदेश एव आगच्छति. सो अत्र यः प्रथमवाक्ये तत्र सूत्रस्य अर्थ दत्तमस्ति, सूत्रस्य अर्थः कः इति अत्र प्रथमवाक्ये दत्तमस्ति. सो अत्र केन् यू एक्स्टेण्ड् दिस् अर्थः? अत्र अचि विषये किमपि लिखितं नास्ति. सो केन् यू आल्सो इन्क्लूड् देट् आल्सो एण्ड् से वट् विल् बि द वाक्यः? इकस्थाने यण आदेश भवति अचि पूर्व, अचि परे, अचि इति निमित्तम्. हा, अचि इति निमित्तम्, अचि अचि परे अस्ति, परन्तु यण आदेश पूर्व पूर्वमेव भवति. आम्, तत्तु सत्यं महोदय, परन्तु वयं कथं वदामः, इकः स्थाने यण आदेशः अचि परे भवति इति दिस् विल् बिकम् ए वाक्यः. पूर्णसूत्र भवति सूत्रस्य अर्थः इकस्थाने यण आदेश अचि परे भवति संहितायां, तत्र अस्ति एव. आम्, सो संहिता विषयः अस्ति चेदेव एतत् सूत्रं कार्यं करोति. किमर्थं चेत् एतत् सूत्रं संहिताया इति याम् इति सूत्रस्य अधिकारे आयाति. सो यस्य सूत्रस्य अधिकारे विधिसूत्रम् आयाति तत्र तु तस्य सूत्रस्य अनुवृत्ति तत्र पूर्णतया भवति. सो अत्र यः बोल्ड् मध्ये अन्ते लिखितमस्ति सः तु अनुवृत्तिसहितसूत्रम्. सो दिस् विल् गिव् अ सम्पूर्णसूत्रस्य अर्थः. इकः यन् अचि संहितायाम् इति सम्पूर्णसूत्रस्य अनुवृत्तिसहितसूत्रं किमस्ति? इकः यन् अचि संहितायाम्. सो वी डोण्ट् हेव् नीड् टु से इदर् स्थानी किम्, आदेशः किं, निमित्तं किं. वै? बिकास् वेन् वी केन् ऐडेण्टिफै दिस् इस् षष्ठी, दिस् इस् प्रथमा, दिस् इस् सप्तमी, देन् देट् दिस् विल् कम् आटोमेटिक्लि. ओके, इकः स्थाने यन् आदेशः अचि परे अस्ति चेत्, अपि च संहितायाम् इति विषयः अस्ति चेत् तत्र करणीयं, कार्यं करणीयम्. सो दिस् स्पष्टता विल् कम् इन् द फ्यूचर् क्लासेस्. बट् वयं तत्र किं विभक्त्यान्तं पदः पश्यामः चेदेव तत्र दिस् शुड् कम् इमिजियेट्लि इन् अवर् मैण्ड्. कः स्थानी, कः आदेशः, निमित्तं किं, पूर्वनिमित्तं वा परनिमित्तं वा, तत्र पूर्वपरसंहिता अस्ति, संयोजनम् अस्ति वा अस्मिन् सूत्रे, कदा कार्यं करणीयं, कस्य विषये कार्यं करणीयम् इति तत्र सूत्रं विभक्त्यान्तं पदः पश्यामः चेदेव एतादृशः तत्र स्पष्टता भवति. अस्तु महोदय, धन्यवादः. इको एणचि अवगतवती, परन्तु प्रथमविभक्त्यार्थं पूर्वम् एकवाक्यमस्ति खलु. तत्र अत्र तु इको एणचि मध्ये यन् इति प्रथमविभक्ति वा? आम्, यन् इति प्रथमविभक्ति षष्ठी. एतत् वाक्यस्य प्रथमवाक्यस्य अर्थः न अवगतवती. उपरि इको एनिचस्य अत्र प्रथमाविभक्तिः स्थाने इति सूत्रे यस्य वर्गस्य प्रथम अक्षरस्य षष्ठी विभक्तिः भवति सः स्थानी भवति. इत्युक्ते स्थानी इत्युक्ते विच् इस् रीप्लेस् विच् विल् बि रीप्लेस्ड्. सो रिप्लेस्ड् बै वाट्? रिप्लेस्ड् बै वाट्? प्रथमाविभक्त्यान्तं पदस्य द्वारा. अन्यवर्णः सप्तम सप्यमान्तम् आगच्छति इति वा? सप्तमी तु निमित्तम् अन्यवर्णम् आगच्छति चेत् एव सप्तमी विभक्तिसूत्रे अस्ति चेत् एव षष्ठवर्णस्य प्रथमान्तवर्णस्य आदेशः भवति. आम्, इत्युक्ते षष्ठी विभक्त्यान्तं पदः अपि च सप्तमी विभक्त्यान्तं वर्णयोः मध्ये संहिता अस्ति चेदेव यन् आदेश प्रथमविभक्त्यान्तं पदः वर्णः आगन्तुं शक्यते. द्वयोः मध्ये संहिता अस्ति चेदेव यन् इति आदेशः. संहिता नास्ति चेत् इत्युक्ते ई अपि च अच् वर्णमध्ये यदि कोऽपि अन्यवर्णः आयाति तत्र तु कार्यं न भवति न भगिनि. सो षष्ठी विभक्त्यान्तं पदः अपि च अचि सप्तमी विभक्त्यान्तं पदः यः अस्ति तयोः यः वर्णस्य निर्देशम् अस्ति वर्णयोः मध्ये संहिता अस्ति चेदेव यन् आदेशः करणीयः. वर्णयोः मध्ये संहिता नास्ति चेत् यन् इति आदेशः न भवति. सो प्रथमाविभक्त्यान्तं पदः कः निर्देशं करोति? आदेशः, आगमः अथवा नामकरणम्. सो आदेशरूपी कार्यं कदा भवति? यदि सूत्रे स्थानि दत्तम् अस्ति तदा एव आदेशः करणीयः. स्थानिपदम् अस्ति चेत् यथा भवती एव उक्तवती न, रिप्लेस्मेण्ट्, कस्य स्थाने आदेशः करणीयं तदपि देट् शुड् आल्सो बि गिवन् इन् द सूत्र ओन्लि न. कस्य स्थाने आदेशः करणीयं कथं जानीमः? षष्ठी विभक्त्यान्तं पदः यः अस्ति तस्य स्थाने एव आदेशः करणीयं. कदा करणीयं? यदि षष्ठी विभक्त्यान्तं पदस्य साक्षात् तस्य अनन्तरम् अच् अस्ति, अचि सप्तमी अन्तं पदः अस्ति चेदेव तत्र यानिति आदेशः करणीयम्. सि पदस्य द्वारा किं भवति, कस्यचित् वर्णस्य तत्र निर्देशम् अस्ति. यदा अचि वदामः चेत् अचि देट् पदं विल् नाट् कम् न. अचि मध्ये के अस्ति, सर्वे स्वराः. सो यत् कोऽपि स्वरः इक् साक्षात् अनन्तरम् अस्ति चेदेव यानिति आदेशः करणीयम् इति सूत्रं वदति. अस्तु, धन्यवादः. आगमः कः पठितुम् इच्छति? अहं पठामि वा? आं भगिनी, कृपया पठतु. आगमः लुङ् लङ् लृङ्क्ष्व दुदात्तः लुङ् लङ् लृङ् च परे चेत् धातुरूपी अङ्गस्य अट् आगमो भवति. लुङ् लङ् लृङ्क्षु सप्तम्यन्तम् अट् प्रथमान्तम् उदात्तः प्रथमान्तम् अङ्गस्य अट् उदात्तः लुङ् लङ् लृङ्क्षु अ प्लस् पट् प्लस् अ प्लस् इत् अपठत्. वदतु. लुङ् लङ् लृङ् च परे चेत् लकारः किल भगिनि, लुङ् लङ् लृङ् च परे चेत् आम् धातुरूपी अङ्गस्य अट्टागमो भवति. अट् इत्युक्ते अट्टु प्रत्याहारस्य अकारमारभ्य हयवरट् पर्यन्तम् अट्टागमो भवति. लुङ् लङ् लृङ्क्षु सप्तम्यन्तम् लुङ् लङ् लृङ्क्षु इति सप्तम्यन्तम् अट् आगमः भवति, अतः अट् प्रथमान्तम् उदात्तः प्रथमान्तम्. उदात्तः इत्युक्ते अहं न जानामि भगिनि, तत्र किञ्चित् भवति. चिन्ता मास्तु, सम्यक् भगिनि. अत्र दृश्यतु, लकारः लुङ् इति लकारः, लङ् इति लकारः, लृङ् अपि लकारः. सो लकारः च परे चेत् कस्य परे लकारः आयाति, जानाति वा भगिनि? धातोः परे. आम्, सो इति अत्र तु दत्तं नास्ति. सो धातु परे एव लकारः आयाति. व्याकरणशास्त्रे लकारः केवलं धातुपरे एव आगन्तुं शक्यते. सो अत्र लुङ् लङ् लृङ् एते त्रयः अपि प्रत्ययः. सो धातुपरे यत् किमपि शब्दसमूहः आयाति तस्य प्रत्ययः इति संज्ञा अस्ति व्याकरणशास्त्रे. सो धातुः साक्षात् अनन्तरं तत्र लुङ् लङ् अपि च लृङ् लकारः आयाति चेत् परे च परे चेत् तत्र किं धातुरूपी अङ्गस्य अट् आगमः. अत्र अट् इति यः अस्ति सः प्रत्याहार अट् नास्ति, अत्र अट् इति आगमः. सो आगमः टित् अस्ति अत्र, टकारः इत् संज्ञकः. सो तत्र केवलम् अकारस्य आगमः भवति कुत्र, धातुरूपी अङ्गस्य. सो कुत्र करणीयं टित् इति आगमः, टित् इति आगमः, अट् इति आगमः, टित् अस्ति. सो अत्रापि आद्यन्तो टकितो इति सूत्रद्वारा वयं जानीमः यत् किमपि आगमः अथवा यः टित् अस्ति सः कुत्र आयाति, आदौ आयाति. सो अत्र कस्य आगमः, धातुरूपी अङ्गस्य आगमः. सो कुत्र आयाति, अकारः आदौ आयाति, यः धातु अस्ति पठ. सो मम विवक्षा अस्ति लङ्लकारस्य, लङ् लकारस्य मम विवक्षा अस्ति. ऐ वाण्ट् मेक् अ पद विद् लङ् लकारः विद् पठ् धातु. सो पठ् योग लङ् भवति आदौ, पठ् योग लङ् लकारः. लङ् लकारे अन्तिम हल् वर्णः अपगच्छति, तत्र लकारः एव तिष्ठति. अत्र यः अकारः सः अपि अपगच्छति, सः अनुनासिक अकारः अस्ति अतः सः अपि अपगच्छति. सो लस्य स्थाने तत्र किं तिवादयः आयाति. सो अत्र लङ् लकारे ति इति तिप् इति प्रत्ययः एकवचने मम विवक्षा अस्ति लङ् लकारस्य एकवचनस्य तत्र रूपसाधनीयम् इति मम इच्छा अस्ति. ऐ वाण्ट् टु मेक् ए पदा वित् पठदातु फार् लङ् लकारः. सो लङ् लकारस्य स्थाने तत्र तिबादयः आयाति ति इति तिप् इति एकवचने प्रत्ययः अस्ति तिप् तस् जि. सो एकवचने तिप् प्रत्ययः आयाति. परन्तु तत्र एकं भिन्नसूत्रम् अस्ति नित् लकारेषु, इत्युक्ते यस्मिन् यस्मिन् लकारे नकारः इत्संज्ञकः, यथा लुङ् लङ् लृङ् एते सर्वे किम् अस्ति नित् लकारः. सो नित् लकारेषु तकारस्य सह यः ह्रस्व इकारः सः अपि अपगच्छति, सर्वदा अपगच्छति सूत्रद्वारा, इदानीं सूत्रं मास्तु. सो नित् लकारेषु इकारः सर्वदा यत्र यत्र प्रत्ययः अन्ते इकारः अस्ति सः इकारः अपगच्छति. सो अत्रापि तिप् यः प्रत्ययः आसीत् तत्र प्रथमे तु पकारः अपगच्छति, अनन्तरं बिकास् दिस् इस् अ लङ् लकारः इकारः अपि अपगच्छति. सो केवलं तकारः अवशिष्टभागः. पठिति धातुः कुत्र अस्ति? भुवादिगणे अस्ति. सो भुवादिगणे विकरणप्रत्ययः कः? शप् इति विकरणप्रत्ययः. भगिनी क्षम्यताम्, तत्र पृच्छामि वा? आं पृच्छतु. अन्ते तिङ् इति भवती उक्तवती, तिङ् इत्यत्र नकारः ङित् भवति हलन्त्यम् इति सूत्रेण, ति इत्येव अवशिष्यते. पुनः इ इति इत् प्लस् इति, तत्र इकारः कथं लोपः जायते इति कृपया एकवारं तत्र तिङ् नास्ति. तिङ् इति एकं प्रत्ययस्य समूहः अस्ति, तस्मिन् समूहे अष्टादश प्रत्ययाः आयान्ति. इत्युक्ते तिङ् समूहे ति आरभ्य न पर्यन्तं तिप् तज्जि सिप् थस्थ मिप् वस्मस् त आतां ज था साथां द्वम् इड् वहि महिङ् अन्ते नकारः अस्ति. सो तिप् तिङ् इति एकं प्रत्ययानां समूहः अस्ति, तस्मिन् अष्टादश प्रत्ययः आयाति. पाठिति धातुः परस्मैपदी धातुः अस्ति, अतः अत्र परस्मैपदी प्रत्ययः एव एकवचने आगन्तुं शक्यते. सः अस्ति तिप् इति प्रत्ययः. तिप् इति प्रत्ययः पकारः इत्संज्ञकः सः अपगच्छति. सो नित् लकारेषु किं भवति? यः इकारः ह्रस्व इकारः सः अपि सूत्रद्वारा अपगच्छति. तत्र एकं विशिष्टसूत्रम् अस्ति, नित् लकारेषु इकारस्य लोपः भवति. ति इति यः तकारः इकारः अस्ति, ये नित् लकारः व्याकरणशास्त्रे वयं जानीमः, तत्र चत्वारि लिङ् लकारः, नित् लकारः, षट् तित् लकारः, लट् लोट् ते षट् अस्ति. तित् लकारः षट् अस्ति, नित् लकारः चत्वारि अस्ति. सो नित् लकारेषु किं भवति? इकारस्य लोपः भवति. सूत्रं किम् इदानीं मास्तु, बिकास् वी डोण्ट् नो द सूत्रः. तत्र इकारस्य अपि लोपः भवति, लोपकार्यं भवति नित् लकारेषु. इत्युक्ते यः यः लकारः नित् अस्ति, यथा लुङ् लङ् लृङ्, तत्र किं भवति? इकारस्य लोपः भवति. सो अत्रापि इकारस्य लोपः दृश्यते. लिङ् न दत्तमस्ति किल भगिनि? तदपि नित् एव. आं तदपि नित्, परन्तु अत्र यत्र अकारस्य आगमः अट् इति आगमः लिङ् लकारे न भवति, सो अत्र न दत्तमस्ति. अत्र सूत्रं कस्य विषये? अट् आगमः कुत्र कुत्र भवति? लुङ्लकारे भवति, लङ्लकारे भवति, अपि च लृङ्लकारे भवति. परन्तु इकारस्य लोपः चतुर्षु नित् लकारेषु भवति, तत् भिन्नसूत्रम्. अत्र तस्य सूत्रस्य तत्र आवश्यकता एव नास्ति. अत्र किं दत्तमस्ति? लुङ् लङ् अपि च लृङ्लकारे किं भवति? तत्र अट् इति आगमः भवति. सो अट् इति आगमः टित् अस्ति, अतः सः आदौ एव धातु अङ्गस्य आदौ एव सर्वदा आयाति. सो अत्र परन्तु अपठत् इति रूपं कथं निष्पद्यते अस्मिन् सूत्रे, तस्य आवश्यकता अस्ति. प्रथमे तत्र नित् लकारेषु इकारः अपगच्छति. पाठ् इति धातुः भुवादिगणस्य धातुः, अतः तत्र किं भवति? शप् इति प्रत्ययः मध्ये आयाति. पाठ् इति धातुः भुवादिगणस्य धातुः, शप् इति विकरणप्रत्यये शकारः इत्संज्ञकः, पकारः इत्संज्ञकः, अ एव अवशिष्टभागः. सो अ एव तत्र प्रक्रियायां तिष्ठति. पठ् इति धातुः गुणप्रसङ्गः नास्ति, इत्युक्ते अन्ते कोऽपि इकवर्णः नास्ति, उपधायां कोऽपि ह्रस्व इकवर्णः नास्ति, अतः अत्र गुणः न सम्भवति, गुणः तु न भवति. किमर्थं चेत् धातौ गुणप्रसङ्गः नास्ति. सो अत्र एतत् सूत्रम् आगत्य वदति, अत्र लङ्लकारस्य विवक्षा अस्ति चेत् अत्र अटागमः करणीयम् इति सूत्रं वदति, सर्वदा करणीयम्. अट् इति आगमः टित् अस्ति, इत्युक्ते टकारः इति संज्ञकः, अतः सः आगमः अत्र कुत्र करणीयम् इति निर्देशं करोति. टित् इति कार तस्य प्रयोजनम् अस्ति, टित् इति संज्ञकवर्णस्य अत्र प्रयोजनं किम्? यः आगमः सः आदौ एव करणीयम्. सो अकारः सर्वदा धातु अङ्गस्य आदौ एव, इट् कम्स् इन् द बिगिनिङ्ग् ओन्लि. सो अत्र यः अकारः, कीदृश अकारस्य आगमः अस्मिन् सूत्रे दत्तम्? उदात्त अकारस्य आगमः, इत्युक्ते उदात्त अत्र विशेषणम् अस्ति आट् इति वर्णस्य कृते. वयं जानीमः तत्र उदात्तस्वरः, अनुदात्तस्वरः, स्वरितस्वरः. सो ऐ थिङ्क् देट् देट् पूर्वस्मिन् काले उच्चारणप्रसङ्गे एव आयाति किल भगिनि, उच्चैरुदात्तः नीचैरनुदात्तः. सत्यं सत्यं. सो अस्तु, अस्य अपठत् इति वी से इट् नार्मलि अपठत्, बट् ऐ फील् देट् पूर्वस्मिन् काले तत्र किमर्थं चेत् अत्र निर्देशम् अस्ति कीदृश आकारः, उदात्त आकारः. सो देयर् शुड् बि सम् स्पेशल् प्रोनौन्सेशन् फार् दिस् फस्ट् अकारः, बिकास् दिस् सूत्र इस् सेयिङ्ग् देट् अत्र उदात्त आकारस्य आगमः. अत्र केवलम् अट् इति आगमः न लिखितमस्ति, अत्र लिखितमस्ति उदात्त अकारः. उदात्तः इति अकारान्त शब्दः, अतः प्रथमान्तं शब्दः. अत्र विशेषभावः अस्ति, कीदृश अट् आगमः, उदात्त अट् आगमः. सो अत्र उच्चारणे, सिन्स् वी डोण्ट् नो द उच्चारणं सम्यक्तया, वयं न जानीमः कथम् उदात्त स्वरस्य उच्चारणं करणीयं, कथम् अनुदात्त स्वरस्य उच्चारणं करणीयं, स्वरितस्वरस्य उच्चारणं कथं करणीयं. सो वी से आल् द थ्री इन् वन् टोन् ओन्लि. परन्तु अत्र सूत्रे दत्तम् अस्ति अकारः उदात्तः. सो ऐ फील् कि वी हाव् टु से इट् स्लैट्लि in upper tone, that is what I understand, but I also cannot do the udat, anudat and swarit ucharana. So atra kidrishah atagamah udat ataga kada karniyam lung lang rungshu. Atra vishayah kaha, atra lung lang rungshu saptami antam padah. So saptami antam padasi kaha arthah sutre vadatu bhagni. निमित्तम् अस्ति. सो अत्र पूर्वनिमित्तम् इत्युक्ते धातुरूपी अङ्गस्य साक्षात् अनन्तरं लुङ् अपि च लङ् अपि च लृङ् लकारः आयाति चेत् तत्र किं भवति? आट् इति आगमः. अत्र सूत्रे कोऽपि षष्ठी अन्तं पदः नास्ति. अत्र अत्र त्रिपदमिदं सूत्रम् अट् इति प्रथमान्तम्, उदात् इति प्रथमान्तं, लुङ् लङ् लृङ्क्षु इति सप्तमी बहुवचनं पदमस्ति. किमर्थं चेत् एकस्मिन् एव विषये नास्ति, लुङ् लकारविषये अपि अस्ति, लङ् लकारविषये अस्ति, लृङ् लकार, अतः अत्र सप्तमी अन्तं पदः अस्ति. सो षु इति सप्तमी बहुवचनम् अस्ति. सो अत्र सप्तमी अन्तं पदः निमित्तम् अस्ति कार्यस्य कृते. अत्र कः कार्यम्? आगमरूपी कार्यः. षष्ठ्यन्तं पदः सूत्रे नास्ति, अतः अत्र स्थानिना दत्तं. सो अत्र यत्र षष्ठ्यन्तं पदः सूत्रे नास्ति तत्र प्रायशः आगमरूपी कार्यः. किमर्थं चेत् स्थानिना दत्तं, परन्तु कीदृश आगमः? टित् आगमः. वयं जानीमः टित् आगम, टित् इति आगमः कुत्र करणीयम्? आदौ एव करणीयम्. So we know the place also now where this agamaha will come. Dhatu rupi angasya tat. So atra kim asti? Dhatu hu anantaram lung athva lang athva lrung iti vyaksha asti. Ayati chet तत्र किं भवति, आदौ एकम् अकारस्य तत्र आगमः, नूतनवर्णः अत्र आयाति इति सूत्रं वदति. सो एतेषु त्रिषु लकारेषु एव धातुः अङ्गस्य पूर्वे तत्र अकारस्य आगमः भवति इति सूत्रं वदति. सो प्रथमान्तं पदः अत्र किं निर्देशं करोति, आदेशः तु नास्ति, आगमरूपी कार्यः. सप्तमी विभक्त्यान्तं पदः निमित्तम् अस्ति, तस्य पूर्वे एव कार्यं करणीयम्. इत्युक्ते धातुरूपी अङ्गस्य निमित्तस्य पूर्वे धातुरूपी अङ्गमस्ति, तत्र अटागमः करणीयम्. अट् अस्ति, अतः आदौ एव करणीयम् इति सूत्रं वदति. सो आगमरूपी कार्ये षष्ठी विभक्त्यान्तं पदस्य आवश्यकता एव नास्ति. तत्र कथं जानीमः कुत्र करणीयं, टित् दृष्ट्वा, मित् दृष्ट्वा अथवा कित् दृष्ट्वा एव तस्य निर्णयम् अस्माभिः करणीयम्. अस्तु, सो आगमः विल् आल्वेस् बि ऐदर् टित् आर् कित् आर् मित्, एते त्रयः आगमः एव व्याकरणशास्त्रे भवन्ति. अस्तु तकारः इत्संज्ञकः अस्ति. टित् इत्युक्ते किं भगिनि? तकारः इत्संज्ञकः यस्मिन् सः टित्, ककारः इत् यस्मिन् सः कित्. अत्र आट् इति आगमः वयं जानीमः, तत्र यः अन्तिमहल् वर्णः तस्य इत् भवति, सो टित्. अत्रापि अन्तिमहल् वर्णः टकारः अस्ति, सो टकारः हल् अस्ति, सः इत् भवति, सः अपगच्छति, न तिष्ठति. सो आट् इति आगमः टित् अस्ति इति वदामः, यस्मिन् टकारः इत् सः टित्. पठति अत्र गकारस्य टकारः भवति खलु, तत् न अपगच्छति. पठति भवति खलु तत्र. एकनिमिष कः अनुसूया भगिनी, कः वदति? पूर्णिमा भगिनी, एकनिमिष पूर्णिमा भगिनी वदतु. पट् इत्यत्र न अपगच्छति, तत्र तिष्ठति खलु. पठति आमामां सत्यं, मूले मूले धातु पठ् न अस्ति, मूले पठ अस्ति, अत्र अकारः अन्ते अस्ति, अनुनासिक अकारः. पठ इति धातु पाठे पठ अस्ति, अकारः अन्ते अस्ति, अनुनासिक अकारः, सः एव अपगच्छति, अतः पठ एव तिष्ठति. लौकिकरूपम् अस्ति पठ, मूलरूपम् अस्ति पठ, अकारः अनुनासिक अस्ति. उपदेशे अजनुनासिक आम् सत्यं सत्यं भगिनि. सो पठ एव लौकिकरूपम्. इफ् वी कीप् आन् डूङ्ग् द इत्संज्ञा देन् नथिङ्ग् विल् रिमेन् न. सो वी हेव् टु डू द अन्तिम, यः अन्तिम हाल् उपदेश अवस्थायाम् अस्ति तस्य एव इत् करणीयम्. अत्र उपदेश अवस्थायाम् अन्ते ठकारः नास्ति, उपदेश अवस्थायाम् अन्ते अकारः, अनुनासिक अकारः अस्ति. चन्द्रबिन्दु भवति आम्. सो हल् वर्णस्य उपदेश अवस्थायाम् अन्ते अस्ति चेदेव इत्संज्ञा करणीयम्. अस्तु, को अन्यप्रश्नः अस्ति वा, पृच्छतु भगिनी. सूत्रे लुङ् लङ् लुङ् क्षु अपि इति अस्ति खलु, क्षु अपि उपयोगं कुत्र, अन्य अत्र अपि आगच्छति वा? अत्र एकं सूत्रम् अस्ति, तत्र एक्चुलि क्या सप्तमी बहुवचनं यः प्रत्ययः अस्ति सः अस्ति सु. सप्तमी बहुवचनं यः प्रत्ययः अस्ति सः अस्ति सु. परन्तु तत्र वयं जानीमः, तत्र कुत्रचित् राम सु भवति, कुत्रचित् रमा सु अपि अस्ति, परन्तु कुत्रचित् शु श्रूयते, यथा तत्र गुरुषु. सो तत्र एकं सूत्रम् अस्ति आदेशप्रत्ययोः, इत्युक्ते तत्र किं भवति, इन्को वर्णः परे अस्ति चेत् सकारस्य शु भवति, शकारादेशः भवति. अत्रापि ककारः परे अस्ति, अतः सु इति शु भवति, क्षु इति श्रूयते, क्षु. सो यत्र यत्र इन्को इति वदामः चेत् इन्को इत्युक्ते सुप् सु इति प्रत्ययस्य पूर्वे कोऽपि कवर्गीय वर्णः अस्ति, क ख ग ग ण, अपि च अ आ विहाय, अ आ विहाय कोऽपि अन्यस्वरः अस्ति चेत् इत्युक्ते इ अस्ति, उ अस्ति, रु अस्ति, ए अस्ति, ओ अस्ति, तत्र सकारस्य शु भवति. सो अत्रापि ककारः अस्ति अतः अत्र सून तिष्ठति, अत्र क्षु भवति. सो रमा यदा रमा वदामः चेत् तत्र अन्ते दीर्घ आकारः. सो अ आ विहाय कोऽपि अन्यस्वरः अस्ति चेत् सूत्रं वदति तत्र सकारस्य शु मूर्धन्य आदेशः करणीयम्. सो अत्रापि लुङ् लङ् लृङ्क्षु इति यः अस्ति सः आदेशप्रत्ययोः इति सूत्रेण तत्र किं भवति, सकारस्य क्षु भवति इति. एका शङ्का अस्ति, आं वदतु, ककार कथम् आगच्छति? ऐ फार्गाट् महोदय, ऐ वास् आल्सो थिङ्किङ्ग् अबौट् द सेम् थिङ्ग्. ऐ विल् जस्ट् गो टु मै नोट्स् एण्ड् सी वेर् दिस् ककार हेस् कम्. ऐ विल् एक्स्प्लेन् दिस् इन् नेक्स्ट् कक्षा. धन्यवादः. आम्, सो अत्र यदा वयं विभक्ति शब्दरूपं दृश्यामः तत्र इन् द बिगिनिङ्ग् क्लासेस् वी फील् सो यु नो देट् कम्प्लेक्स् देट् वै सम्वेयर् इट् सु एव तिष्ठति, कुत्रचित् शु भवति, वाट् इस् द लाजिक् फार् देट्. सो वाट् यु हेव् टु रिमेम्बर् इस् देट् अ आ विहाय कोऽपि अन्यस्वरः अस्ति चेत् सु बिकम्स् शु, अपि च इन्को कवर्गीय वर्णः परे अस्ति चेत् दि सु सप्तमी बहुवाच वचन विभक्तियान्तं यः अस्ति सः क्षु भवति, शु भवति, मूर्धन्य तत्र आदेशः भवति. प्रत्ययः तु सु अस्ति परन्तु तत्र कुत्रचित् क्षु श्रूयते, शकारः श्रूयते, बिकास् देर् इस् अ सूत्र आदेशप्रत्ययः इति सूत्रम्. भगिनी अत्रापि लङ् गकारं ककारवर्गस्य आम् अत्र ककारः अस्ति, अत्र क प्रथमवर्णः, वर्ग क वर्ग इत्युक्ते क ख ग ग ण इङ् इङ् गकार अस्ति, न न अत्र क अपि गकार शब्द शब्दाधारसूत्रम् अस्ति, सन्धि युज्यते शब्दाधार इति सत्यं महोदय, परन्तु अत्र नकारस्य परे ककारः अपि अस्ति, क्षु अस्ति, क्षु कावर्गस्य शब्दं यदुक्तं ग लङ् गकारः काख ग ग तो इट् इस् सिमुलेटिङ्ग् का कावर्ग इति मन्ये, ऐ एम् नाट् वेरि श्यूर् बट् शब्दाधार सन्धि सर्वेषां फोनेटिक्स् दट् इस् दि सौण्ड् दट् इस् इम्पार्टेण्ट् वेन् वी आर् टाकिङ्ग् दि सौण्ड् दट् इस् इम्पार्टेण्ट् बिकास् सम्यक् सौण्ड् न तिष्ठति तत्र स्मूत्नेस् न भवति, सन्धिकार्ये स्मूत्नेस् आवश्यकम्. तत्र पश्यामः महोदय अत्र किमर्थं ककारः अस्ति, अत्र नकारः इति मन्ये, ऐ एम् नाट् श्योर् बट् ऐ एम् थिङ्किङ्ग् फ्रोम् द फिलासफि आफ् सन्धिसूत्रास् एण्ड् मेति महोदय किमर्थम् इत्युक्ते ककारस्य वर्गे एव नकारः अपि आगच्छति, क क ग ग ङ इति वणिक् इति वयं वणिक् इत्यस्य सप्तमी अपि वणिजि वणिजोः वणिक्षु इत्येव आगच्छति किल, तत्र सन्धिकार्येण कार्यमेव अस्ति, इकारमस्ति वणि वणि न वणिक् वणिक् वणिज्य शब्दस्य प्रथमा विभक्ति वणिक् प्लूरल् प्लूरल् वणिक् सिङ्ग्युलर् प्लूरल् वणिक् परन्तु सप्तमं पश्यामः चेत् वणिजि वणिजोः वणिक्षु इत्येव आगच्छति किल भगिनि भवती उक्तवती खलु श्वः अग्रिमकक्षायां वदति अत्र टैम् वेस्ट् भवति खलु अस्तु बट् दट् डिस्कशन् इस् इम्पार्टेण्ट् अस्तु इदानीम् अग्रे सरेम ऐ विल् गेट् बेक् टु दिस् वेर् दिस् ककारः कम्स् अस्तु अस्तु इदानीं प्रथमविभक्त्यान्तम् अन्तर्गतः सूत्रे प्रथमविभक्त्यान्तं पदः अस्ति चेत् सः आदेशः वा आगमः वा नामकरणम् अपि सूचयति सो नामकरणस्य विषये तत्र किम् उदाहरणम् इति अत्र दत्तमस्ति आगमस्य विषये वयं दृष्टवन्तः प्रथमान्तं पदः अत्र अट् इति प्रथमान्तं पदः अस्ति अतः सः अत्र षष्ठ्यान्तं पदः नास्ति अतः अत्र आदेशरूपीकार्यं नास्ति सो अत्र आगमरूपीकार्यः अट् इति अत्र आगमः अत्र एकं नूतनवर्णस्य उदयः भवति प्रथमाविभक्त्यान्तं पदः तत् सूचयति आगमः वा आदेशः वा इदानीं प्रथमाविभक्त्यान्तं पदः नामकरणम् अपि सूचयति इति तत्र तस्य अर्थः सो यत्र यत्र आदेशः नास्ति आगमः अपि नास्ति तत्र एव प्रथमाविभक्त्यान्तं पदः सूत्रे नामकरणं निर्दिश्यति इति अत्र उदाहरणसहितं दत्तमस्ति कः पठितुम् इच्छति कः अथवा का चेतन भगिनी अस्ति वा नमस्ते महोदय नमस्ते कृपया पठतु सुप्तिगन्तं पदं 1414 प्रथमाध्याये प्रथमाध्याये चतुर्थः पादः चतुर्थपादे वी आर् सीन् इन् द इन् द इन् द फस्ट् अध्याय इन् द फोर्थ् पादः चतुर्दश सूत्रः सूत्रं सूत्रं सुबन्तं च तिङन्तं च पदसंज्ञकौ भवतः इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं प्रथमान्तं पदं प्रथमान्तं द्वौ पदम् अपि प्रथमान्तम् एव सूत्रे पदद्वयं तत्र स्तः सुप्तिङन्तम् एकं पदं प्रथम पदं वदतु अत्र किं लिखितमस्ति राम न अत्र सूत्रं किं वदति इति वदतु सुप्तिङन्तं पदं सुप् सुबन्तम् अस्ति न सुप् एण्ड् तिङ् द्वौ पदः अस्ति तस्य द्वौ अपि प्रथमवि न सुप्तिङन्तम् इस् वन् वर्ड् पदम् अन्यत्र शब्दम् अस्ति द्वौ अपि प्रथमविभक्तौ स्तः सुप्तिङन्तं पदं यः सुप्तिङन्तम् इति सामासिकपदः सुबन्तं च तिङन्तं च इति सामासिकपदः सुप् अन्ते यस्य सः तिङ् अन्ते यस्य सः सुबन्तं यस्य अन्ते सुप् वर्तते सः सुबन्तं यस्य अन्ते तिङ् वर्तते सः तिङन्तं सो सुबन्तं च तिङन्तं च पदसंज्ञको भवति इत्युक्ते अस्मिन् सूत्रे पदम् इति एकं पारिभाषिकशब्दः व्याकरणशास्त्रे पदम् एकं पारिभाषिकशब्दः सो पदं यदा वयं पदं वदामः चेत् तस्य कः अर्थः व्याकरणशास्त्रे पदम् इति एकं टेक्निकल् वर्ड् अस्ति व्याकरणशास्त्रे. सो पदम् इति नपुंसकलिङ्गपदम् अस्ति, एकवचनपदम् अस्ति. सो पदं व्याकरणशास्त्रे तस्य कः अर्थः? यस्य अन्ते सुप् अस्ति, यस्य अन्ते तिङ् अस्ति, सः तम् एव किं वदामः? पदम् इति वदामः. यस्य अन्ते सुप् न विधीयते, यस्य अन्ते तिङ् न अस्ति, तत् पदं नास्ति व्याकरणशास्त्रे. सो सुप् इदानीं सुप् इत्युक्ते किं, तिङ् इत्युक्ते किं? वयम् इदानीमेव चर्चितवन्तः तिङ् इति एकं वर्ण प्रत्ययानां समूहः अस्ति. अष्टादश प्रत्ययानां समूहः अस्ति तिङ् इति समूहः. सो तिङ् इति समूहे अष्टादश प्रत्ययः आयान्ति. तिप्तजि सिप्तस् मिफस्मस् एते अष्टादश प्रत्ययः तिङ् समूहे आयाति. सो एते अष्टादश प्रत्ययाः यस्य शब्दसमूहस्य अन्ते विधीयते सः एव किम् अस्ति, तस् तम् एव वदामः पदं. यथा अपठत्, अपठत् इति यः पदम् अस्ति, अस्य अन्ते तिङ् इति एकं प्रत्ययः अस्ति अस्य अन्ते. सो अपठत् इति तिङन्तपदं, तिङन्तम् अस्ति. अस्य वर्णसमूहस्य अन्ते तिङ् इति एकम् अन्यतमः एकं प्रत्ययः अत्र अस्ति. सो अपठत् इति पदम् अस्ति. पठ वदामः चेत् पदं नास्ति, धातुः अस्ति. सो व्याकरणशास्त्रे पदम् इत्युक्ते किं? यस्य अन्ते तिङ् प्रत्ययेषु कोऽपि अन्यतमः प्रत्ययः वर्तते, अथवा सुप् प्रत्ययेषु यस्य शब्दसमूहस्य अन्ते कोऽपि सुप् प्रत्ययः, तत्र एकविंशति सुप् प्रत्ययाः तत्र सन्ति व्याकरणे. सोजस् अमूर्षस् ताभ्यां बिस् एते सर्वे एकविंशति सुप् प्रत्ययः. सो यस्य पद यस्य शब्दसमूहस्य अन्ते सुप् प्रत्ययः विधीयते तस्य नाम एव पदम्. अथवा यस्य शब्दसमूहस्य अन्ते तिङ् इति प्रत्ययः विधीयते, कोऽपि अन्यतमः एकमेव प्रत्ययः तत्र आगन्तुं शक्यते, तस्यापि पदसंज्ञा भवति व्याकरणशास्त्रे. सो पदं वदामः चेत् सुप् तिङन्तं, यस्य अन्ते सुप् प्रत्ययः, यस्य अन्ते तिङ् प्रत्ययः, सः एव पदम् उच्यते इति व्याकरणशास्त्रे अस्ति. सो सुप् अन्ते यस्य, तिङ् अन्ते यस्य, तस्य एव पदसंज्ञकौ. इत्युक्ते अत्र द्विवचनम् अस्ति, अतः पदसंज्ञकौ भवतः, सः एव पदसंज्ञकौ. सः इत्युक्ते शब्दसमूहः एव कदा पदं भवति? यदा तस्य अन्ते कोऽपि सुप् विधीयते अथवा तिङ् विधीयते, तस्य एव पदम् इति संज्ञा व्याकरणशास्त्रे भवन्ति. सुबन्तानां तिङन्तानां च पदसंज्ञा भवति. सो either it is a subantam, that will also be a pada, or if it is a tingantam, that will also be a pada. So atra dvi padam idam sutram, idam sutram asmin sutre dvi padani, dvi padam stah. Ekam asti sup tingantam prathamantam padah, padam api prathamantam. So prathamantam padah atra kopi sthani na dattam, अत्र कोऽपि आगमस्य विषये किमपि नास्ति, अतः अत्र प्रथमाविभक्तियान्तं पदः किं निर्देशं करोति? नामकरणम्. सो अत्र पदम् इति पदस्य नामकरणं. पदम् इत्युक्ते किम्? अत्र दत्तम् अस्ति सुप्तिङन्तं पदं, यस्य अन्ते सुप् विधीयते, यस्य अथवा यस्य अन्ते तिङ् विधीयते, सः एव पदम् इति उच्यते व्याकरणशास्त्रे. अत्र उदाहरणमपि पठतु भगिनि. रामयोगसु बिकम्स् रामः. रामः इत्यस्य अन्ते सु इति सुप् प्रत्ययः अस्ति. सुप् अन्ते यस्य, सः सुबन्तः, सुबन्तम्, सुबन्तम्. अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. कस्य पदसंज्ञा भवति? रामः इति रामः इति यः विसर्गसहित अस्ति, कः पदम् अत्र? राम पदं रामः अस्ति. आम्, बिकास् इट् हेज़् अ सु अन्ते, प्रातिपदिकम् अस्ति राम, अकारान्त प्रातिपदिकम् अस्ति. यदा तस्य अनन्तरं सुप् इति एकं प्रत्ययः प्रथम एकः यः सु इति प्रत्ययः अस्ति, तत्र किं भवति? तत्र ससुचोरु अपि च खरावसानविसर्जनीय इति विसर्ग आदेशः भूत्वा तत्र रामः इति श्रूयते एकवचने. सो रामः इति एकं पदम् अस्ति, रामात् इति प्रातिपदिकं, दिस् इस् द मूल शब्दः, इट् इस् द प्रातिपदिकम्, इट् इस् नाट् ए पद. वेन् विल् दिस् बिकम् ए पद? वेन् कोऽपि सुप् प्रत्ययः अस्य अन्ते आयाति. सो अत्र एकवचनप्रत्ययः सु अस्ति, सो दिस् बिकम्स् रामः. सो रामः इति पदम् अस्ति, न तु रामा इति प्रातिपदिकम् अस्ति, मूलशब्दः रामा. सो रामः इति सुवन्तं पदम्. सो रामः इति पदसंज्ञा भवति, एतस्य शब्दसमूहस्य एव पदम् इति उच्यते, न तु राम इति पदम् अस्ति इति. परन्तु अत्र विषयः कः, प्रथमान्तं सूत्रे प्रथमान्तं पदः अस्ति चेत् यदि सः आदेशः नास्ति, आगमः अपि नास्ति, सः किं निर्देशं करोति? नामकरणम् इति निर्देशं करोति. अस्तु, तथैव अत्र एतत्तु सुबन्तपदं, रामः इति सुबन्तं पदम्, इत्युक्ते अस्य अन्ते सुप् इति कोऽपि एकम् अन्यतमः प्रत्ययः विधीयते. इदानीं तिङन्तविषये अत्र अस्ति, अत्र पठतु. वद् योग अ योगति वदति वदति वदति इति रूपं कथं निष्पद्यते वदतु भगिनि, वयं धातुगणाः इति तत्र पठितं न. वद् धातुः अ विकरणप्रत्यय, ति तिङन्तं पदम्. कस्य गणस्य विकरणप्रत्ययः? भुवादिगणः. आं, तत्र अत्र तु गुणप्रसङ्गः नास्ति, कथं जानीमः भुवादिगणस्य धातुः? शत्रुप्रत्ययस्य स्त्रीलिङ्गरूपः. सम्यक् सम्यक्. देन् वदन्ती भवति. सो तत्र भुवादिगणे तत्र किम् अस्ति, एकमेव रूपः, तत्र एकमेव रूपः, परन्तु तुदादिगणे षष्ठं गणे रूपद्वयं वर्तते, चलन्ति अपि च चलति अपि अस्ति, दीर्घ इकारः अन्ति, चलन्ति चलति अपि अस्ति. सो परन्तु वद् विषये तत्र वदन्ति एव एकमेव रूपः, अतः वद् धातुः कुत्र अस्ति, भुवादिगणस्य धातुः. शप् इति विकरं प्रत्ययः, अ इति अवशिष्टभागः. सो वदति, अत्र अन्ते कः प्रत्ययः? तिप् प्रत्ययः. तिप् प्रत्ययः कुत्र आयाति? प्रथम एकवचनं तिङ्समूहे आयाति. तिङ्, आम्. सो अत्र सुप् तिङन्तं पदमस्ति न, तिङ्समूहे तिप् इति प्रत्ययः आयाति. सो अत्रापि अन्ते तिङ् विधीयते. सो यस्य अन्ते यः तिङन्तम् अस्ति अथवा यः सुबन्तम् अस्ति, तस्य एव व्याकरणशास्त्रे पदम् इति संज्ञा भवति. सो वदति इति यः अस्ति सः तिङन्तपदम्. सो वदति अपि पदम् अस्ति व्याकरणशास्त्रे. आम्, पठतु. वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति. तिङ् अन्ते यस्य सः तिङन्तम्, तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति. केन सूत्रेण? सुप्तिङन्तं पदम्. अनेन सूत्रेण इत्युक्ते अस्य सूत्रद्वारा एव वदति इति शब्दसमूहस्य पदम् इति संज्ञा भवति. किमर्थं चेत् अत्र अन्ते तिङ् विधीयते, अतः वदति अनेन सूत्रेण किं भवति, तस्य पदसंज्ञा भवति. कस्य पदसंज्ञा भवति? वदति इति शब्दसमूह पदम् इति उच्यते, तस्य पदसंज्ञा भवति. सुप्तिङन्तं पदम् इति सूत्रद्वारा. स्पष्टं वा? अस्तु, आं भगिनि. अग्रे कः पठितुम् इच्छति? इदानीं समयः अभवत्, परन्तु सप्तमी विभक्तियान्तं विषये वयम् अधीतवन्तः, सरलम् अस्ति. कः पठितुम् इच्छति? स्वयम् अग्रे आगच्छतु. अहं पठामि वा भगिनि? आं पठतु भगिनि. सप्तमी विभक्तिः पूर्वकार्यं सूत्रेण यस्य वर्णस्य सप्तमी विभक्ति भवति सः निर्दिष्टात् कार्यात् परं स्थितः इति अर्थः. नाम निर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति. सप्तमी विभक्ति इति वदतु. सप्तमी विभक्ति इत्युक्ते तत् सूचयति पूर्वकार्यमेव सप्तमी विभक्ति करणीयम्. सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः निर्दिष्टात् कार्यं परं स्थितः इति अर्थः. परं स्थितः इति अर्थः. सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति अचि इको यणचि इति सूत्रेण अचि परे इति कस्य पदस्य अचि इत्युक्ते तत् सप्तमीभक्ति सूचयति. अचि परे इत्युक्ते परवर्णस्य कार्यं करणीयम् इति सूचयति सप्तमीभक्ति. सः निर्दिष्टात् कार्यस्य परं स्थितः इति अर्थः. इत्युक्ते अत्र अत्र निर्दिष्टं निर्दिष्टात् कार्यं कः? निर्दिष्टात् कार्यम् इकः कार्यं न न इकः कार्यमत्र किम् स्थाने इकः स्थाने निर्दिष्टात् कार्यं अत्र किं यनादेशः अत्र यनादेशः इति कार्यम् See, when we say karyam, karyam will be adeshah, agamah or namakarnam. So, atri kim karyam? Adesh rupi hi karya. Kaha adeshah atra? Yakarasthani, yakaraha adeshah bhavati. Sthani tyajyatu. Atri karyam kim? Karyam agamah, sorry, adeshah. कस्य आदेशः? इकः स्थाने यण् आदेशः. सो कः आदेशः? यण् आदेशः. यण् आदेशः इति वदामः. यण् आदेशः. सो अस्मिन् सूत्रे निर्दिष्टं कार्यं किं? यण् इति आदेशः. वयं जानीमः सः यन् आदेशः कुत्र करणीयं? षष्ठी विभक्त्यान्तं पदस्य तत्र वर्णस्य स्थाने करणीयं. परन्तु अत्र कः आदेशः? यन् आदेशः. सो देट् इस् वै वी गिव् ए अनदर् नेम् टु दिस् यन् सन्धि. वी से यन् सन्धि. वै वी से यन् सन्धि? बिकास् अत्र यन् इति आदेशः भवति. सो इको यनचि इति सूत्रे यनादेशः भवति. अतः अस्य अन्यनामः अस्ति यनसन्धि. अत्र सन्धिकार्यं संहिताकार्यं भवति. सो अत्र यनादेशः भवति. सो निर्दिष्टात् कार्यात् परं स्थितः कः? परं स्थितः तस्य परं तस्य अनन्तरं स्थितः कः वर्णः? सप्तमी विभक्त्यान्तं पदः. सो यत्र यन् इति आदेशः यत्र यन् इति कार्यं भवति तस्य अनन्तरं सप्तमी विभक्त्यान्तं पदः अस्ति. सो अकारः यकारस्य अनन्तरं तिष्ठति अस्ति. सो तत्र सूत्रे सप्तमी विभक्त्यान्तं पदः अस्ति चेत् किं वदामः? पूर्वकार्यं परनिमित्तम्. निमित्तस्य निमित्तं परे अस्ति. इत्युक्ते कार्यस्य यत्र कार्यं भवति निर्दिष्टात् कार्यं यत्र अस्ति तस्य परे सप्तमी विभक्त्यान्तं पदः अस्ति. सः निमित्तं सूचयति. देट् इस् अ कास् फार् द कार्य. बिकास् आफ् देट् सप्तमी विभक्त्यान्तं पदस्य कारणेन तत्र यनादेशः भवति. सो कार्यं पूर्वे भवति निमित्तं परे अस्ति. इति सप्तमीविभक्त्यान्तं पदस्य अर्थः सूत्रे सप्तमीविभक्त्यान्तं पदः अस्ति चेत् किं सूचयति परनिमित्तं पूर्वकार्यं निमित्तस्य पूर्वे कार्यं भवति कदापि निमित्तं परे अस्ति आम् तावदेव कार्यं पूर्वे अस्ति निमित्तं परे अस्ति बिकास् निमित्तस्य विना तत्र कार्यं न भवितुम् अर्हति अतः सप्तमीविभक्त्यान्तं पदः निमित्तं सूचयति सो यत्र यत्र सूत्रे सप्तमीविभक्त्यान्तं पदः अस्ति तत्र तस्य परे एव तस्य पूर्वे एव कार्यं करणीयं तत्तु निमित्तम् अस्ति कार्यस्य कृते निमित्तम् अस्ति सप्तमीविभक्त्यान्तं पदः यथा अचि इति सप्तमीयान्तं पदः तस्य पूर्वे यनादेशः भवति तत्तु तिष्ठति अकारः तत्र तिष्ठति तथैव तिष्ठति परन्तु तस्य निमित्तस्य पूर्वे तत्र एकस्थाने यनिति आदेशः भवति सो अत्र यनादेशः आदेशरूपी कार्यः अनेन सूत्रेण भवति केन सूत्रेण इको यनचि इति सूत्रेण अस्तु स्पष्टं वा भगिनि कोऽपि पृष्टः अस्ति इदानीं पर्यन्तं पृच्छतु अत्र सप्तमीविभक्ति अस्ति पूर्वकार्यं भवति सप्तमीविभक्ति तु इको यनचि अचि निचि सर्व परि अस्ति परे अस्ति निमित्तं परे अस्ति निमित्तस्य पूर्वे कार्यं यदा वयं पूर्वकार्यं वदामः चेत् तस्य कः अर्थः निमित्तस्य पूर्वे कार्यं भवति यः निमित्तम् अस्ति कार्यस्य कृते यः निमित्तं हेतुः तस्य पूर्वे कार्यं करणीयम् इति सप्तमी विभक्त्यान्तं पदस्य अर्थः पूर्वं तु इको अपि अस्ति और् यन् अपि अस्ति यन् तु आदेशः न यन् अस्ति यन् अस्ति पूर्वे न महोदय यन् तु आदेशः अस्ति डोण्ट् गो एस् पर् द सूत्र वी हेव् टु सी द स्थिति यथा यदि योग अपि यदि इति यः इकारः अस्ति सः इक् वर्णस्य वर्णः इक् प्रत्याहारस्य वर्णः सो इकः अपि च अकारस्य मध्ये संहिता अस्ति ओके अकारः अच् वर्णस्य अच् प्रत्याहारस्य वर्णः अचि अपि अस्ति सो संहिता अपि अस्ति अतः तत्र इ अपगच्छति तस्य स्थाने यन् इति आदेशः सो य इति आयाति सो यद्यपि इति रूपं निष्पद्यते तत्र लिखितुं तु शक्नोति यन् इक अचि संज्ञतां संज्ञतां सी अत्र यु हेव् टु सी दिस् वर्णसमूह न यन् यन् इति एकं प्रत्याहारः last time I said it runs like a, how do we make what is saptami vibhakti what is prathama vibhakti tritiya vibhakti kim asti so for that we have to see the sarit shabda it goes like the sarit shabda vat etat pratyaharasi vishaye tatra sarit shabda vat bhavati so yatha sarit iti ekavachanam asti saritah वदामः चेत् इकः यनः वदामः चेत् षष्ठ्यान्तं पदः पत्र परन्तु अत्र यनः नास्ति यन् एव अस्ति इकः अस्ति सो सरितः यदा वदामः चेत् षष्ठ्यान्तं पदः सो वेदर् यन् इस् रिटन् फस्ट् और् इकः इस् रिटन् आफ्टर् देट् विल् नाट् मेक् अ डिफ्रेन्स् यु हेव् टु सी वाट् इस् रिटन् इन् द सूत्रः यन् लिखितमस्ति यनः न लिखितमस्ति यनी न लिखितमस्ति यथा अत्र अचि लिखितमस्ति सो अचि इति सप्तमी एकवचनपदमस्ति इकः षष्ठी एकवचनपदमस्ति यन् इति प्रथमा एकवचनपदमस्ति लुकिङ्ग् एट् द शब्दसमूह एक सूत्रमस्ति रसाभ्यां नूना तत्र अत्र लिखितमस्ति महोदय पञ्चमी विभक्ति विषये तत्र रसाभ्यां नूनः इति अत्र अस्ति अग्रिम कक्षायाम् एकनिमिषं महोदय नकार अस्ति अन्ते नकारस्य न तत्र विसर्गः अस्ति तु कथं जाने प्रथमान्तम् अस्ति या षष्ट्यान्तम् अस्ति तत्र तत्र भ्रमः जायते इति अग्रिमं कक्षायां दृश्यामः तत्र भ्रमः जायते महोदय अस्मिन् विषये अस्तु अनन्तर एक प्रश्नमस्ति महोदय अत्र चलति भवती अवदत् चलति अहं कथं जाने भवादिगणे अस्ति तु दादिगणे अस्ति देट् इस् वै देट् भग्नि सेड् न शत्रन्तप्रकरणं दृश्य पश्यामः चेत् तत्र एकम् एव रूपं चलन्ति एव रूपं तत्र नकारः शत्रन्तप्रकरणे नकारः भुवादिगणस्य धातुविषये नित्यं भवति परन्तु तुदादिगणे ये धातवः तत्र सन्ति तत्र विकल्पेन भवति इत्युक्ते तत्र रूपद्वयं वर्तते एकस्मिन् पक्षे भवति नकारस्य तत्र आगमः एकस्मिन् पक्षे स्त्रन्त शत्रन्तप्रकरणे न भवति सो तत्र रूपद्वयं वर्तते यस्य धातुविषये शत्रन्तप्रकरणे एकम् एव रूपं सः भुवादिगणस्य धातुः यत्र गुणप्रसङ्गः नास्ति गुणप्रसङ्गः अस्ति चेत् वयम् ईज़िलि पश्यामः तत्र गुणः अभवत् वा न अभवत् परन्तु यत्र गुणप्रसङ्गः नास्ति तत्र तो शत्रन्त्ररूपेण तत्र शत्रन्त्र पश्यामः चेत् रूपं पश्यामः चेदेव ज्ञातुं शक्यते अन्यथा तु न ज्ञातुं शक्यते सूत्रे सूत्रन्तरूपेण चलति चलन्ति भवति अस्तु आं सो चल् इति धातुः तुदादिगणस्य धातुः न तु भुवादिगणस्य धातुः किमर्थं चेत् तत्र पुस्तके तु अस्ति वादिगणे अपि अस्ति चुदादिगणे अपि अस्ति च चलति भुवादिगणे अष्टाध्यायी हा अष्टाध्यायी लिखितमस्ति ऐ विड् नीड् टु चेक् दिस् महोदय चल् इति धातुः तुदादिगणे अस्ति तत्र एकमेव अपवादः अन्य सर्वे धातवः हलन्तधातवः भुवादिगणे एव स्थापिताः पाणिना परन्तु चल् विषये तत्र अपवादः अस्ति सः तुदादिगणे अस्ति चल् इति धातुः इति अहं जाने इति मम चिन्तनं परन्तु पश्यामः यदा भवान् उक्तवान् तदा तत्र पश्यामः महोदय एस् फार् एस् ऐ नो ऐ फील् देट् चल् इस् चल् धातुः तुदादिगणे अस्ति षष्ठमगणे अस्ति किमर्थं पश्यतु तत्र किम् अस्ति तत्र किं लिखितमस्ति अष्टाध्यायां दृष्टवान् किम् अहं चिन्तयामि भुवादिगणे अस्ति भवान् किं चिन्तयति नै अत्र भ्रमः भवति वदति मत् दृष्टे वक्तुं शक्नोमि अदर्वैस् तु भवादिगणे अपि वक्तुं शक्नोति और् मत् तुदादिगणे अपि चिन्तनं नास्ति पश्यामः महोदय पश्यामः आं महोदय आं महोदय अस्तु अस्तु इदानीं स्थगामः शान्तिमन्त्रं पठामि ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः धन्यवादः धन्यवादः धन्यवादः भगिनी धन्यवादः